यथा माया मया बीजा जायते तन्मयो गुरुः नासौ नित्यो न चोच्छेदी तद्वद्धर्मीषु योजना कथं मायोपमं तेषां धर्माणां जन्म इति आह यथा मायामया आम्रादिबीज जायते तन्मयः मायामयः अङ्कुरः नासौ अङ्कुरो नित्यः न च उच्छेदि विनाशे अभूतत्वादेव धर्मेषु जन्मनाशादियोजना युक्तिः न तु परमार्थतो धर्माणां जन्मनाशो वा इत्यर्थः नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा यत्र वर्णानवर्तन्ते विवेकस्तत्र नोच्यते परमार्थतस्तु आत्मसु अजेषु नित्ययेकरसविज्ञप्तिमात्रसत्त्वकेषु शाश्वतः अशाश्वतः इति वा न अभिध नाभिधानं प्रवर्तते इत्यर्थः यत्र येषु वर्ण्यन्ते यैः अर्थः ते वर्णाः शब्दाः न वर्तन्ते अभिधातुं प्रकाशयितुं न प्रवर्तन्ते इत्यर्थः इदमेवम् इति विवेकः विविक्तता तत्र नित्यो अनित्यः इति नोच्यते यतो वाचो निवर्तन्ते इति श्रुतेः यथा स्वप्ने द्वयाभासं चित्तं चलति मायया तथा जाग्रद्वयाभासं चित्तं चलति मायया अद्वयं च द्वयाभासं चित्तं स्वप्नेन संशयः अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः यत्पुनः वाग्गोचरत्वं परमार्थतः अद्वयस्य विज्ञानमात्रस्य तन्मनसः स्पन्दनमात्रं न परमार्थतः इति उक्तार्थश्लोकः स्वप्नदृक्प्रचरन् स्वप्ने दिक्षु वै दशदस्थितान् अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा इतश्च वाग्गोचरस्य अभावद्वैतस्य स्वप्नान् पश्यति इति स्वप्नदृक्प्रचरन् पर्यटन् स्वप्ने स्वप्नस्थाने दिक्षु वै दशसु स्थितान् वर्तमानान् जीवान् प्राणिनः अण्डजान् स्वेदजान् वा यान् सदा पश्यति इति स्वप्नदृक्चित्तदृश्यास्तेन विद्यन्ते ततः पृथक् तथा तदृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते यद्येवं ततः किम् उच्यते स्वप्नदृशः चित्तं स्वप्नदृक्चित्तं तेन दृश्याः ते जीवः ततः तस्मात् स्वप्नदृक्चित्त पृथक् न विद्यन्ते न सन्ति इत्यर्थः चित्तमेव हि अनेकजीवादिभेदाकारेण विकल्प्यते तथा तदपि स्वप्नदृक्चित्तम् इदं तद्दृश्यमेव तेन स्वप्नदृशा दृश्यं तद्दृश्यम् अतः स्वप्नदृग्व्यतिरेकेण चित्तं नाम नास्ति इत्यर्थः चरज्जागरिते जाग्रद्दिक्षु वैदशतु स्थितान् अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदाम् जाग्रच्चित्ते क्षणीयास्तेन विद्यन्ते ततः पृथक् तथा तदृश्यमेवेदं जाग्रतश्चित्तमिष्यते जाग्रतो दृश्याः जीवाः तच्चित्त अव्यतिरिक्ताः चित्ते क्षणीयत्वात् स्वप्नदृग् चित्ते क्षणीयजीवात् तच्च जीवेक्षणात्मकं चित्तं द्रष्टुः अव्यतिरिक्तं द्रष्टृदृश्यत्वस्वप्नचित्तवत् उक्तार्थं मन्यते उभेह्यन्योन्यदृश्येते किं तदस्तीति चोच्यते लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते जीवचित्ते उभे चित्तशैत्ये ते अन्योन्यदृश्ये इतरेतरगम्ये जीवादिविषयापेक्षं हि चित्तं नाम भवति चित्तापेक्षं हि जीवादिदृश्यम् अतः ते अन्योन्यदृश्ये तस्मान्न किञ्चिदस्तीति विचोच्यते चित्तं वा चित्ते क्षणीयं किं तदस्ति इति विवेकिनः उच्यते न हि स्वप्ने हस्ति हस्तिचित्तं वा विद्यते तथा इह अपि विवेकिनम् इत्यभिप्रायः कथं लक्षणाशून्यं लक्षते अनया इति लक्षणप्रमाणं प्रमाणशून्यम् उभयं चित्तं चैत्यं द्वयं यतः तन्मतेनैव तच्चित्ततया एव तद्गृह्यते न हि घटमतिं प्रत्याख्याय घटो गृह्यते नापि घटं प्रत्याख्याय घटमति नहि तत्र प्रमाणप्रमेयभेदः शक्यते कल्पयितुम् इत्यभिप्रायः। यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च तथा जीवाहमि सर्वे भवन्ति न भवन्ति च। यथा मायामयो जीवो जायते म्रियतेऽपि च तथा जीवाहमि सर्वे भवन्ति न भवन्ति च। यथा निर्मितको जीवो जायते म्रियतेऽपि च तथा जीवाहमि सर्वे भवन्ति न भवन्ति च। मायामयः माया विना यः कृतो निर्मितकः मन्त्रौषध्यादिभिः निष्पादितः। स्वप्नमाया निर्मितक अण्डजादयो जीवाः यथा जायन्ते म्रियन्ते च तथा मनुष्यादिलक्षण अविद्यमाना एव चित्तविकल्पना मात्रा इत्यर्थः। न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते। व्यवहारसत्यविषये जीवानां जन्ममरणादिः स्वप्नादिजीवतु इत्युक्तम्। उत्तमं तु परमसत्यं न कश्चिज्जायते जीव इति उक्तार्थमन्यत। चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्वयं चित्तं निर्विषयं नित्यम् असङ्गं तेन कीर्तितम्। सर्वं ग्राह्यग्राहकवतु चित्तस्पन्दितमेव द्वयं चित्तं परमार्थतः आत्मैव इति निर्विषयम्। तेन निर्विषयत्वेन नित्यम् असङ्गं कीर्तितम्। असङ्गोऽयं पुरुषः इति श्रुते सविषयस्य हि विषयसङ्गः निर्विषयत्वात् चित्तम् असङ्गमित्यर्थः। योऽस्ति कल्पितसंवृत्त्या परमार्थेन नास्ति सौ परतन्त्राभिसंवृत्त्या स्यान्नास्ति परमार्थतः। ननु निर्विषयत्वेन चेदसङ्गत्वं चित्तस्य न निस्सङ्गता भवति। यस्माच्छास्त्राशास्त्रं शिष्यश्च इति एवमादेः विषयस्य विद्यमानत्व नैष दोषः। कस्मात्? यः पदार्थः शास्त्रादिः विद्यते स कल्पितसंवृत्त्य कल्पिता च स परमार्थप्रतिपत्त्युपायत्वेन संवृतिश्च सा तया यो अस्ति परमार्थेन नास्ति असौ न विद्यते ज्ञाते द्वैतं न विद्यते इत्युक्तम्। यश्च परतन्त्राभिसंवृत्य परशास्त्रव्यवहारेण स्यात् पदार्थः स परमार्थतः निरूप्यमाणो नास्त्येव। तेन युक्तमुक्तम् असङ्गं तेन कीर्तितम् इति। अजः कल्पितसंवृत्त्या परमार्थेन नाप्यजः परतन्त्राभिनिष्पत्त्या संवृत्त्या जायते तु सः। ननु शास्त्रादीनां संवृतित्वे अजः इति इयमपि कल्पना संवृतिः स्यात्। सत्यमेवं शास्त्रादिकल्पितसंवृत्त्या एव अजः इत्युच्यते परमार्थेन नापि अजः। यस्मात् परतन्त्राभिनिष्पत्य परशास्त्रसिद्धिमपेक्ष यः अजः इत्युक्तः स संवृत्त्या जायते। अतः अज इति इयमपि कल्पना परमार्थविषये नैव क्रमते इत्यर्थः। अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते द्वयाभावं सबुद्वैव निर्निमित्तो न जायते। यस्मादसद्विषयः तस्मादसत्यभूते द्वैते अभिनिवेशो अस्ति केवलम्। अभिनिवेशः आग्रहमात्रं द्वयं तत्र न विद्यते मिथ्याभिनिवेशमात्रं च जन्मनः कारणं यस्मात् तस्माद्वयाभावं बुद्ध्वा निर्निमित्तः निवृत्तमिथ्याद्वयाभिनिवेशः यः सः न जायते। यदा न लभते हेतून् उत्तमाधममध्यमा तदा न जायते चित्तं हेतुभावे फलं कुतः। जात्याश्रमविहिता आशीर्वर्जितैः अनुष्ठीयमाना धर्माः देवत्वादिप्राप्तिहेतवः उत्तमाः केवलाश्च। धर्माः अधर्मव्यामिश्रा मनुष्यत्वादिप्राप्त्यर्थः मध्यमः। तिञ्जगादिप्राप्तिमित्ता अधर्मलक्षणाः प्रवृत्तिविशेषाश्च अधमः। तान् उत्तममध्यम अधमान् अविद्यापरिकल्पितान् यदा एकमेवाद्वितीयम् आत्मतत्त्वं सर्वकल्पनावर्जितं ज्ञानं न लभते न पश्यति। यदा बालैः दृश्यमानं गगने मलं विवेकी न पश्यति तद्वत् तदा न जायते नोत्पद्यते चित्तं देवादि आकारैः उत्तमाधममध्यमफलरूपेण। न हि असति हेतौ फलमुत्पद्यते बीजादि अभाव इव सस्य अनिमित्तस्य चित्तस्य यानुत्पत्तिस्समाद्वयम् अजातस्यैव सर्वस्य चित्तदृश्यम् इत्यतः हेत्वभावे चित्तं नोत्पद्यते इति हि उक्तम्। सा पुनः अनुत्पत्तिः चित्तस्य कीदृशी इत्युच्यते परमार्थदर्शनेन निरस्तधर्माधर्माख्य उत्पत्तिनिमित्तस्य अनिमित्तस्य चित्तस्य इति या मोक्षाख्य अनुत्पत्तिः सा सर्वदा सर्वावस्थासु समः निर्विशेष अद्वया च पूर्वमपि अजातस्यैव अनुत्पन्नस्य चित्तस्य सर्वस्य अद्वयस्य इत्यर्थः। यस्मात् प्रागपि विज्ञानचित्तं दृश्यं तद्वयं जन्म च तस्मात् अजातस्य सर्वस्य सर्वदा चित्तस्य समः अद्वया एव अनुत्पत्तिः न पुनः कदाचित् भवति कदाचिद्वा न भवति सर्वदा एकरूपा एव इत्यर्थः। बुद्ध्वा निमित्ततां सत्यां हेतुं पृथग्नाप्नुवन् वीतशोकं तथा कामम् अभयं पदमश्नुते यथोक्तेन न्यायेन जन्मनिमित्तस्य द्वयस्य अभावात् अनिमित्ततां च सत्यां परमार्थरूपां बुद्ध्वा हेतुं धर्मादिकारणं देवादियोनिप्राप्तये पृथग् अनाप्नुवन् अनुपाददानः त्यक्तबाह्यैषणस्सन् कामशोकादिवर्जितम् अविद्यादिरहितम् अभयं पदम् अश्नुते पुनः न जायते इत्यर्थः। अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते वस्तुभावं सबुद्ध्वैव निस्सङ्गं विनिवर्तते यस्मात् अभूताभिनिवेशात् असति द्वये द्वयास्तित्वनिश्चयः अभूताभिनिवेशः तस्मात् अविद्याख्यामोहरूपाद्धि सदृशे तदनुरूपे तच्चित्तं प्रवर्तते तस्य द्वयस्य वस्तुनः अभावं यदा बुद्धवान् तदा तस्मात् निस्सङ्गं निरपेक्षं स तु विनिवर्तते अभूताभिनिवेशविषयात्।